गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः अस्माकं नूतनन्यायवर्गे सर्वेषां सुस्वागतम् नमस्कारः नमस्ते महोदय शिवराम महोदय शिवराम इदानीं प्रतिनियतग्राह्याः गुणाः इत्यस्मिन् पाठे वयं स्मः तत्र गतवर्गे किञ्चिदिव आरम्भं कृतवन्तः तस्मिन् विषये इतोपि किञ्चित् चिन्तयित्वा साक्षात् पाठं प्रति गच्छेम सीमा भगिनी भवती किञ्चिदिव सम्भाषणं करोति वा मया सह अस्तु महोदय प्रयत्नं करोमि अस्तु अस्तु समीचीनं इदानीं गतवर्गे निकषा द्वयम् अस्माभिः दृष्टं किल प्रत्यक्षस्य यस्य कस्यापि दर्शनं भवेत् इति चेत् तत्र निकषा द्वयं वर्तते इति अस्माभिः दृष्टं ते के इति वदति वा आम् तस्मिन् उद्भूतरूपं भवितव्यम् एवं च परमाणुभिन्नपरिमाणं भवितव्यम् परमाणुभिन्नपरिमाणम् अपि च उद्भूतरूपम् इति अस्ति इदानीं परिमाणम् इत्यस्मिन् सन्दर्भे कति विधपरिमाणानि सन्ति इति अपि अस्माभिः दृष्टं किल परमाणुपरिमाणं मध्यमपरिमाणं महत् परिमाणं परममहत् परिमाणम् इति तत्र परमाणुपरिमाणम् इत्यस्मिन् श्रेण्यां सामान्यतया के आगच्छन्ति सामान्यतया परमाणु परिमाणं मध्ये पृथ्वीपरमाणवः वायुपरमाणवः तेजपरमाणवः एवं आत्मा जलीयपरमाणवः जलीय आम् आम् जलीयपरमाणवः आत्मा एवं मनांसि एकम् आत्मा इति विबुद्रव्यमस्ति किल तस्य कृते संशयः अस्ति आत्मा परमाणुरूपा अस्ति न वा न जाने न आत्मनः परिमाणमस्ति विभु इति प्रत्येकम् आत्मा विभु यथा आकाशं यथा आकाशं यथा आकाशः तथा नैयायिकानां मतानुसारं बहवः आत्मात्मनो आत्मानः आत्मानः सन्ति आत्मात्मानो आत्मनः आत्मनः सन्ति प्रत्येकम् आत्मनः परिमाणं भवति विभु इति इत्यतः प्रत्येकम् आत्मनः परिमाणं भवति परममहत्परिमाणम् इति नैयायिकानां चिन्तनम् तर्हि पृथ्वी जल अप् तेज न पृथ्वी अप् तेज वायु एवं मन तेषां परमाणुपरिमाणमस्ति अपि च परमाणुद्वयसंयोगेन यः यत् कार्यं लभ्यते जणुकम् इति तस्यापि परमाणुपरिमाण अतिरिक्तपरिमाणं नास्ति इति नैयायिकानां मतानुसारं तेषां सिद्धान्तः अस्ति अतः परमाणुपरिमाणं इत्यस्मिन् श्रेण्यां तत्र पृथिव्यादि चतुष्टयमस्ति किल, तेषां परमाणवः आगच्छन्ति, अपि च जणुकमपि आगच्छन्ति, अपि च मनः इति. अस्तु, इति परमाण इति परिमाणविषये. इदानीं रूपविषये किञ्चित् इव चिन्तयामः. रूपस्य कति वैविध्यं कथमस्ति रूपं? रूपम् उद्भूतं स्यात् अनुद्भूतं स्यात्. उद्भूतं स्यात् अपि च अनुद्भूतं स्यात्, सत्यं. हा, महोदय वदतु, अहम् उत्तरं ददामि. अस्तु अस्तु. हा, उद्भूतरूपम् अनुद्भूतरूपम् इति, यस्य सम्यक्तया स्पष्टतया द्रष्टुं शक्यते तस्य उद्भूतरूपमस्ति इति नैयायिकानां मतम् इति. तत्र वैविध्यद्वयमस्ति रूपे. अस्तु, इदानीम् एतत् आधारीकृत्य पृथ्वी अप् तेजसः वायोः परमाणुषु द्वेणुकेषु अपि उद्भूतरूपम् अस्ति, किन्तु तस्य प्रत्यक्षयोग्यत्वं तेषां प्रत्यक्षयोग्यत्वं नास्ति. तस्मिन् विषये इदानीमेव आगच्छामि. तस्मात् पूर्वं प्रत्यक्षयोग्यत्वम् इति चिन्तनात् पूर्वम् इदानीं केषाम् उद्भूतरूपम् अस्ति इति चिन्तनीयम् अस्माभिः. इदानीं तत्र क्रमेण गच्छामः. प्रथमं पृथिवी, तस्य परमाणु पृथिव्याः परमाणौ रूपमस्ति वा इति प्रथमं चिन्तनीयम्. रूपमस्ति महोदय. हा, रूपमस्ति, किन्तु उद्भूतरूपमस्ति वा? उद्भूतरूपम् अपि अस्ति मम चिन्तने, किन्तु उद्भूतरूपं परमाणुषु अस्ति तद् मम चिन्तनमस्ति, किन्तु सम्यक्तया जानेन भवान् एव वदतु. अस्तु, तद् तत्र तादृशचिन्तनं वयं कुर्मः. रूपमस्ति इति तु निश्चयं, रूपमस्ति. किमर्थं रूपमस्ति इति वक्तव्यम्? यतोहि पृथ्वी जल तेजस् इदानीं पृथिवी विषये एव वदतु, तत्र जलम् अनन्तरं तेजः इति अनन्तरं पश्यामः. द्रष्टुं शक्नुमः, अतः रूपम् अस्ति. हा, चक्षुषा पार्थिव द्रव्यं चक्षुषा गृह्यते इत्यतः तत्र यद्यपि परमाण्वः न दृश्यन्ते तथापि तेषु रूपं भवेत्. नास्ति चेत् कथं वा तत्र परमाणुद्वयोः मेलनेन अपि च द्वेणुकमेलनेन यत् कार्यम् उत्पन्नम् अस्ति तत्र तेषु कथं वा रूपं भवितुमर्हति इत्यतः परमाणुषु रूपं भवेत् इति अस्ति. अतः परमाणुषु पार्थिवपरमाणुषु रूपमस्ति इति स्वीकुर्मः. तदनन्तरम् इदानीं जलीयपरमाणुषु अपि रूपमस्ति. तेजसपरमाणुषु रूपमस्ति. तैजसपरमाणुषु रूपमस्ति. वायवीयपरमाणुषु रूपमस्ति. वायवीयपरमाणुषु रूपमस्ति चेत् वायौ रूपरहितवान्. वायोः लक्षणं तु रूपरहितस्पर्शवान् वायुः इति. अतः वायवीयपरमाणुषु रूपं नास्ति एव. आकाशम् आरभ्य तत्र परमाणवः न सन्ति एव, अतः आकाशपरमाणुषु किमस्ति इति न चिन्तनीयम्. सत्यम्. आकाशं तु एकः एव, दिक् अपि एकं, कालः अपि एकं, मनसः परिमाणमेव तत्र परमाणु अस्ति इति इति. तत्र इदानीं मनसः विषये किं चिन्तनं? रूपमस्ति वा नास्ति वा? नास्ति इति मन्ये, यतोहि द्रष्टुं न शक्यते. सत्यं. न इदानीं द्रष्टुं न शक्यते इति वदामः, तत्कारणात् इति नास्ति. इदानीं रूपं नास्ति इति, मनसः रूपं नास्ति इति इति नैयायिकानां चिन्तनमस्ति. समीचीनम्. इदानीं पुनः आत्मा, तस्य रूपं नास्ति. रूपं नास्ति. समीचीनं भगिनि. अस्तु, धन्यवादाः, समीचीनतया उक्तवती सर्वं. हा, इदानीं भानुचैतन्यमहोदय. एकनिमिषम्. हा, विजया भगिनी आगच्छति. अस्तु, नमस्कारः जि. नमस्ते. नमस्ते महोदय. भगिनी आगच्छ. धन्यवादः. भानुचैतन्यमहोदय वदतु. महोदय, परमाणपरिमाणम् इति भवान् आत्मा अपि विभुपरिमाणम् इति अवदत्, द्वयोः भिन्नं वा एकं वा महोदय? सम्यक्तया न श्रूयते महोदय, पुनः वदतु. महोदय, इदानीं श्रूयते वा? किञ्चिदिव क्लेशः अस्ति. भवतु, पुनः वदतु महोदय, अहं प्रयत्नं करोमि. अहं कृत्वा पुनः सम्पर्कं करोमि वा? हा, तर्हि अस्तु. इदानीं वयं किं कुर्मः, तत्र रूपस्य विषये अस्माभिः चिन्तितम्, इतोपि किञ्चिदिव चिन्तनीयं. विजि भगिनी मया सह किञ्चिदिव सम्भाषणं करोति वा? प्रयत्नं करोमि. एकनिमिषं, तत्र भानुचैतन्य महोदय पुनः आगतम्. वदतु महोदय. भानुचैतन्य महोदय श्रोतुं शक्यते महोदय? इदानीं शक्यते. महोदय, परममहत्परिमाणं विभुपरिमाणम् एकमेव किं महोदय? परममहत् विभुः इति परिमाणं नास्ति. विभुः इत्युक्ते सर्वत्र अस्ति इति. यद् यद्द्रव्यं विभुद्रव्यम् अस्ति तस्य परिमाणं परममहत् परिमाणम् इति वदामः. हा, तर्हि परिमाणम् इति तत् सत्यम्. आकाशस्य परममहत् परिमाणम् अस्ति. किमर्थम् इति चेत् आकाशः विभुः इत्यतः. चतुर्विंशतिगुणेषु परिमाणम् इति अन्यतमः गुणः अस्ति. किन्तु विभु इति गुणं वा तत्र द्रव्यं वा इति तादृशं नास्ति. विभुत्वम् इति एकविधधर्मः इत्युक्ते तस्मिन् क्रिया नास्ति. यस्य धर्मस्य परिमाणं भवति किमिति भगिनि? इत्युक्ते विभु इत्युक्ते तस्मिन् क्रिया न सम्भवति. सत्यं सत्यं. विभुद्रव्ये क्रिया न सम्भवति. किमर्थमित्युक्ते क्रिया भवति चेत् तत्र इतः अन्यत्र यत्र कुत्रापि गन्तव्यं, तदेव क्रिया इत्यस्मिन् श्रेण्यां भवति. किन्तु विभुद्रव्यं सर्वत्र अस्ति इति कृत्वा इतः कुत्र गन्तुं शक्यते, सर्वत्र अस्ति इति कृत्वा तत्र तादृशचिन्तनमेव न भवितुम् अर्हति इत्यतः विभुद्रव्यस्य परममहत् परिमाणम् इति अस्ति. अस्तु, इदानीं विजि भगिनी. हा वदतु महोदय, समीचीनं वा? महत्परिमाणस्य उदाहरणं किं महोदय? महत्परिमाणम् इति नास्ति, परममहत्परिमाणम् इति एकमेव. तत्र एकं तु परमाणुपरिमाणं, द्वितीयं तु मध्यमपरिमाणं, तृतीयं तु परममहत्परिमाणम्. मध्यमपरिमाणम् इति सत्यम्. इदानीं मध्यमपरिमाणश्रेण्यां के आगच्छन्ति इति चेत् परमाणवः त्यक्तव्यः, अपि च द्व्यणुकानि अपि त्यक्तव्यः. तदनन्तरं ये विभवः सन्ति ते अपि त्यक्तव्याः. अन्यत् सर्वं मध्यमपरिमाणो मध्यम परिमाणे आगच्छन्ति, तस्मिन् श्रेण्याम् आगच्छन्ति, तस्यां श्रेण्याम् आगच्छन्ति. अस्तु, धन्यवादः. हा विजि भगिनि. अस्तु महोदय. हा इदानीं रूपस्य द्वैविध्यम् अस्माभिः दृष्टं, तत्र रूपं तत्र उद्भूतरूपम् उद्भूतरूपम् न न इदानीं परिमाणस्य विषये त्यजतु, केवलं रूपस्य विषये चिन्तनं, रूपस्य विषये चिन्तनं. भानुचित्रि महोदय, इदानीमपि सम्यक्तया न श्रूयते महोदय. यत्र अस्ति ततः किञ्चिदिव बहिः आगत्य, तत्र प्रायः नेट्वर्क् समीचीनतया नास्ति इति अहं चिन्तयामि. इदानीमपि नास्ति महोदय, क्षम्यताम्. हा विजि भगिनि. अस्तु, हा इदानीं तत्र केषां केषु द्रव्येषु रूपं वर्तते, नवद्रव्याणि सन्ति किल, तेषु केषु द्रव्येषु रूपं वर्तते इति वदति वा? पृथ्वी, अप्, तेजस्. तेजः, समीचीनं. तेजः प्रथम. इदानीं तेजसि, तेजसि कीदृशरूपं वर्तते? भास्वरशुक्लरूपं वर्तते. तेजसि भास्वर, समीचीनं, भास्वरशुक्लरूपं. जले जले अभास्वरशुक्लरूपं. जले अभास्वरशुक्लरूपं वर्तते, समीचीनरूपम् अस्ति. पृथिव्यां, पृथिव्यां पृथिव्यां रूपम् अस्ति. हा तत्र सप्तविध सर्वाणि रूपाणि, सर्वाणि रूपाणि सन्ति. सर्वे तत्र रूपः, रूपं, तत्र विद्या भगिनी, तत्र रूपः इति पुल्लिङ्गे वा नो चेत् रूपम् इति नपुंसकलिङ्गे ओ इति वा? अस्तु अस्तु. हा हा इत्युक्ते तत्र भास्वरशुक्लरूपम् अभास्वरशुक्लरूपं विहाय अन्यानि रूपाणि सर्वाणि पृथिव्याम् अस्ति. किमर्थं तत्र न भास्वरशुक्लरूपम् अस्ति चेत् तेजसि भवितव्यम्? हा भास्वरशुक्लरूपं केवलं तेजसि एव अस्ति. लक्षणवाक्य अभास्वरशुक्लरूपं न, किन्तु इदानीं लक्षणरूप लक्षणवाक्ये न उक्तं. कथं वा लक्षितं तेजसः लक्षणं वदतु. अम्मा तेजस् उष्णस्पर्शवत्वम् उष्णस्पर्शवत्वं तेजस् हा तत्र रूपं स्वीकृत्य न लक्षितं रूपं स्वीकृत्य न लक्षितं तथापि तेजसि भास्वररूप तेजसि एव भास्वरशुक्लरूपमस्ति जलौ जले अभास्वरशुक्लरूपमस्ति अन्ये अन्यानि सर्वाणि रूपाणि पृथिव्यामस्ति वायुद्रव्यम् आरभ्य तत्र रूपमेव नास्ति तेषु द्रव्येषु वायुवादि द्रव्येषु रूपं नास्ति रूपं नास्ति हा इति अस्ति अस्तु इदानीं तत्र इतोपि किञ्चित् चिन्तनं कुर्मः धन्यवादः पार्थिवद्रव्यं तत्र नित्यम् अनित्यम् इति द्वैविध्यम् अस्माभिः दृष्टं नित्यं तु परमाणुरूपमस्ति परमाणु परमाणुषु रूपम् अस्ति इति अस्माभिः दृष्टम् इदानीं तत्र इन्द्रिय अपि च ये अनित्याः सन्ति पार्थिव द्रव्यमस्ति अपि च अनित्यमस्ति तत्र त्रैविध्यम् अस्माभिः दृष्टं शरीरविषय इन्द्रियभेदात् इन्द्रियभेदात् हा इदानीं पार्थिवशरीरस्य उदाहरणं किम् अस्माभिः दृष्टं तत् घटपटादयः विषयाः पार्थिवविषयाः पार्थिवशरीरं गोलकं मृत्पाषाणादि शरीरं मृत्पाषाणादि शरीरम् अस्मदादीनाम् इति अस्ति अपि च विषयः मृत्पाषाणादयः विषयाः भवन्ति अस्माकं शरीरस्य अस्माकं शरीरे रूपमस्ति वा अस्ति अपि च तद्रूपं उद्भूतरूपं वा अनुद्भूतरूपं वा उद्भूतरूपं द्रष्टुं शक्यते समीचीनम् उद्भूतरूपमेव अस्ति उद्भूतरूपमस्ति इति अवगन्तव्यम् इदानीं तत्र इन्द्रियमस्ति किल पार्थिव इन्द्रियं तत् किं घ्राणम् इन्द्रियस्य नाम घ्राणम् इति तस्य कार्यं तु गन्धस्य ग्रहणं तस्य कार्यं ग्रहणं हा अपि च कुत्र वर्तते इति चेत् नासाग्रवर्ति नासिकायाम् अग्रे वर्तते अग्रे वर्तते वर्तते अस्तु इदानीं घ्राणेन्द्रियस्य घ्राणेन्द्रियं द्रष्टुं शक्यते वा न द्रष्टुं शक्यते किमर्थम् अनुद्भूतं महोदय शक्यते न शक्यते वा इति का वदति घ्राणम् इत्युक्ते नासिकाय घ्राणम् एव स्वीकुर्मः अतः शक्यते एव उद्भूतमेव अस्तु भगिनि नासिकायाम् अग्रे नासिकायाम् अग्रे घ्राणेन्द्रियम् अस्ति नासिका द्रष्टुं शक्यते किन्तु घ्राणेन्द्रियं घ्राणेन्द्रियं न द्रष्टुं शक्यते. वयं न जानामि जानीमेव. सत्यं सत्यं. तत्र अग्रे अग्रे अस्ति इति नैयायिकाः वदन्ति, नासाग्रवर्ति घ्राणेन्द्रियम् इति. तथापि घ्राणेन्द्रियस्य दर्शनं न भवितुम् अर्हति इत्यतः इदानीं घ्राणेन्द्रियरूपमस्ति वा? नासिका न, तत्र नासिका यस्मिन् विषये अहं पृच्छामि केवलं तदेव, नो चेत् सर्वेषां भ्रमः भवति इति कृत्वा नासिका त्यजतु इदानीं. नासिकाया नासिका तु शरीरस्य एकम् अङ्गमस्ति इति कृत्वा शरीरं शरीरे रूपमस्ति, उद्भूतरूपमस्ति इति इदानीमेव भवत्या उक्तम्. घ्राणेन्द्रियं घ्राणेन्द्रिये रूपमस्ति वा? नास्ति, द्रष्टुं न शक्यते किल. नास्ति इति किमर्थं वदति? घ्राणेन्द्रियं कीदृश कीदृशद्रव्यमस्ति? हा, पार्थिवद्रव्यमस्ति चेत् पार्थिवमस्ति चेत् रूपं भवितव्यं. रूपं भवेत् भवेत् आं सत्यं. रूपं घ्राणेन्द्रियं पार्थिवद्रव्यम् इति कृत्वा घ्राणेन्द्रिये रूपं भवेत्. अपि च घ्राणेन्द्रियस्य परिमाणं किम्? परमाणुपरिमाणं वा? न, परमाणुपरिमाणम् इति न वक्तुं शक्यते किल. परमाणुपरिमाणम् इति घ्राणेन्द्रियस्य परिमाणं तावदेव अस्ति चेत् द्रष्टुं कथं वा ग्रहीतुं शक्यते तत्र गन्धस्य? भिन्नपरिमाणम् इत्युक्ते परमाणुपरिमाणभिन्नपरिमाणं भिन्नपरिमाणं परममहत्परिमाणं नास्ति. परमाणुपरिमाणमपि नास्ति, मध्यमपरिमाणं भवेत्. हा, इदानीं घ्राणेन्द्रियस्य घ्राणेन्द्रिये रूपम् अस्ति. किमर्थम् इत्युक्ते घ्राणेन्द्रियं पार्थिवद्रव्यम् इत्यतः. अपि च तस्य मध्यमपरिमाणमपि अस्ति, इत्युक्ते परमाणुपरिमाणभिन्नपरिमाणम् अस्ति. तथापि घ्राणेन्द्रियं न द्रष्टुं शक्यते. न द्रष्टुं शक्यते किमर्थम् इत्युक्ते तत्र उद्भूतपरिमाणं नास्ति इति. अनुद्भूतपरिमाण सारि क्षम्यताम्, अनुद्भूतरूपं परिमाणमिति न, उद्भूतरूपं नास्ति, अनुद्भूतरूपम् अस्ति इति अवगन्तव्यं घ्राणेन्द्रियम्. न न, उद्भूतरूपं नास्ति नास्ति. उद्भूतरूपम् अस्ति चेत् तस्य तत्र दर्शनयोग्यता भवति. उद्भूतरूपं नास्ति इत्युक्ते अनुद्भूतरूपम् इति वक्तुं शक्नोति. सत्यं सत्यं सत्यम्, अनुद्भूतरूपम् अस्ति अस्ति. तत्र अनुद्भूतरूपम् अस्ति इति इत्यस्मिन् स्थाने रूपमस्ति किन्तु उद्भूतरूपं नास्ति इति अवगच्छामश्चेत् इतोपि स्पष्टता भवति इत्यतः. इदानीं तत्र एवमेव जलविषये किञ्चिदिव चिन्तनं कुर्मः. जलस्य शरीरं तु वरुणलोके अस्ति, अतः तत् त्यजामः. शरीर इन्द्रियविषये वद, जलस्य शरीरं वरुणलोके अस्ति, वरुणलोकं न द्रष्टुं शक्यते, अतः जलीयशरीरम् इत्यस्मिन् विषये चिन्तनं त्यजामः. इदानीम् इन्द्रियं जलीय इन्द्रियमस्ति, तस्य नाम किम्? शरीरे स्पर्शत्वा तापः. किमिति? शरीरे रसग्राहकरसनम् इन्द्रियं. न, विजय भगिनी एकनिमिषम्, अहं भिन्नविषये पृच्छन् अस्मि. इन्द्रियं रसग्राहकं रसनं जिह्वाग्रे इति इदानीं जलीय इन्द्रियमस्ति रसनम् इति जलीय इन्द्रिये रूपमस्ति वा रसने रसनेन्द्रिये रूपमस्ति वा नास्ति महोदय किमर्थं नास्ति इति वदति जलपरिमाणौ कीदृशरूपमस्ति न इदानीं तत्र तदेव इदानीं द्रष्टुं शक्यते वा इति वदति चेत् तावत्पर्यन्तं न गच्छतु प्रथमं रूपमस्ति वा रूपमस्ति चेत् कीदृशरूपमस्ति इति तादृशचिन्तनं कृत्वा रूपमस्ति रूपमस्ति किल रूपमस्ति कीदृशरूपमस्ति जलम् अभासरशुक्लरूपं सत्यं किन्तु भवान् पृच्छति रसन इन्द्रियस्य विषये किल आमां रसनेन्द्रियविषये एव अहं पृच्छामि रसनेन्द्रियं कीदृशद्रव्यमस्ति पार्थिवद्रव्यं न रसनेन्द्रियं रसनेन्द्रियम् इति जलीयद्रव्यमस्ति जिह्वा तत्र कुत्र रसनेन्द्रियं कुत्र वर्तते इति चेत् जिह्राग्रवर्ति जिह्वायाम् अग्रे वर्तते रसनेन्द्रियम् हा इदानीम् अहं पुनः पृच्छामि जिह्वा इति जिह्वा इति कीदृशद्रव्यमस्ति सत्यं जिह्वा इति पार्थिवद्रव्यमस्ति जिह्वा इति पार्थिवद्रव्ये रसनेन्द्रियम् अस्ति अपि च रसनेन्द्रियं जलीयद्रव्यम् इति कृत्वा रसनेन्द्रिये रूपमस्ति कीदृशरूपमस्ति अभास्वरशुक्लरूपम् अस्ति शुक्लरूपं किन्तु तद्रूपम् उद्भूतरूपं वा अनुद्भूतरूपं वा हा समीचीनम् अनुद्भूतरूपं रसनेन्द्रिये रूपमस्ति अभास्वरशुक्लरूपमस्ति किन्तु अनुद्भूतरूपमस्ति इति कृत्वा रसनेन्द्रियस्य प्रत्यक्षं न भवति अपि च तस्य परिमाणमपि मध्यमपरिमाणं रसनेन्द्रियं जिह्वायां परमाणुपरिमाणं न भवति जिह्वेन्द्रिये सर्वत्र अस्ति इति कृत्वा तत्र मध्यमपरिमाणमस्ति रसनेन्द्रियस्य तथापि तस्मिन् उद्भूतरूपं नास्ति यद्यपि रूपमस्ति तथापि तद्रूपम् उद्भूतरूपं नास्ति इत्यतः रसनेन्द्रियस्य प्रत्यक्षं न भवति योग्यता हा धन्यवादः भगिनि इदानीं मुरळीमहोदय हा इदानीं तत्र तेजसः लक्षणं तत्र तेजसः लक्षणं तत्र लक्षणं किम् इति वदति वा तेजसः लक्षणं प्रथमं किम् इति वदति वा उष्णस्पर्शवत् तेजः उष्णस्पर्शवत् तेजः हा वदतु भगिनि जलस्य विषये सरित् सागरः इति विषयः अस्ति तत्र सत्यं सरित् सरित्समुद्रादि सरित्समुद्रादयः अपि च सरित्समुद्रादयेषु तत्र रूपमस्ति अभास्वरशुक्लरूपमस्ति अपि च महत् मध्यमपरिमाणमस्ति तेषाम् इति कृत्वा तेषां प्रत्यक्षं भवितुमर्हति. आम् सत्यम्. अस्तु इदानीं तेजसः विषये किञ्चित् इव चिन्तनम्. उष्णस्पर्शवत् तेजः इति अस्ति. अपि च इदानीं तैजस इन्द्रियं किं, मुरळीमहोदय वदति वा? तैजस इन्द्रियं चक्षुः. हा, इन्द्रियं चक्षुः. चक्षुः अस्ति. चक्षुः. हा, चक्षौ रूपमस्ति वा? चक्षौ रूपमस्ति. हा, किन्तु रूपमस्ति सत्यं. कीदृशरूपमस्ति? पार्थिवरूपं न रूपं. रूपं रूपम् इत्युक्ते कलर्. ओ, चक्षौ रूपमस्ति वा? चक्षौ रूपमस्ति. प्रथमं चक्षुः कुत्र वर्तते, शरीरे कुत्र वर्तते? मुखे वर्तते. नो, अत्र तर्कसङ्ग्रहे किं दत्तमस्ति? कृष्णताराग्रवर्ती. आम् आम् आम्. नेत्रमस्ति किल? हा, नेत्रमस्ति किल? नेत्रे कृष्णतारा इति अस्ति. तत्र अग्रभागे वर्तते इति मूलग्रन्थे दत्तं. चक्षुः कृष्णताराग्रवर्ति. इन्द्रियं रूपाग्रहं चक्षुः कृष्णताराग्रवर्ति. आम् आम् इति तत्र नेत्रे चक्षुः वर्तते. इदानीं कृष्णतारा इति कीदृश पदार्थमस्ति, कीदृशद्रव्यमस्ति कृष्णतारा? कृष्णतारा कीदृशद्रव्यं? कीदृशद्रव्यं? पार्थिवद्रव्यमेव. समीचीनं, पार्थिवद्रव्यं. किमर्थमित्युक्ते कृष्णतारा इति अस्माकं शरीरस्य एकम् अङ्गम् अस्ति. अस्ति प्रत्यक्षं शरीरम्. अस्माकं शरीरं तु पार्थिवद्रव्यम् इति कृत्वा तत्र कृष्णतारा इति पार्थिवद्रव्यमस्ति. तस्मिन् विद्यमानचक्षुः चक्षौ रूपमस्ति वा इति चेत् रूपमस्ति इति भवता उक्तं. समीचीनमेव. इदानीं तद्रूपं कीदृशरूपम्? उद्भूतरूपं वा अनुद्भूतरूपं वा? उद्भूतरूपम्. उद्भूतरूपं वा अनुद्भूतरूपं? किञ्चित् चिन्तयित्वा वदतु. उद्भूतरूपम् अस्ति चेत् चक्षुरिन्द्रियस्य दर्शनं कर्तुं शक्येत. किन्तु तद् नास्ति किल? आम् आम् आम्. चक्षुरिन्द्रियस्य, हा, चक्षुरिन्द्रियस्य उद्भूतरूपं नास्ति. रूपमस्ति. कीदृशरूपमस्ति? अनुद्भूतरूपं. न न, कीदृश, हा, तत्र न रूपमस्ति. क्षम्यतां, चक्षौ रूपमस्ति इति भवता उक्तम्. इदानीं तत्र कीदृशरूपमस्ति इति चेत् शुक्लरूप, भास्वरशुक्लं वा अभास्वरशुक्लरूपं वा, एवमेव अन्यत् किमपि रूपं वा? कीदृशरूपमस्ति चक्षौ? चक्षौ कृष्णतारावर्ति तत्र अस्ति. कृष्णतारा इति अस्माकम् अङ्गमस्ति, शरीरस्य एकम् अङ्गमस्ति यस्मिन् चक्षुः अस्ति. मम प्रश्नः कः इदानीं, तत्र चक्षौ रूपमस्ति वा इति अहं पृष्टवान्. भवता उक्तं रूपमस्ति इति. तद्रूपं भास्वरशुक्लरूपं वा अभास्वरशुक्लरूपं वा अन्यत् किमपि रूपं वा? अन्यत् न, न भास्करशुक्लरूपम् अथवा अभास्वरशुक्लरूपं न. किमर्थं? चक्षुः कीदृशद्रव्यमस्ति? महोदय बाष्पशुक्लरूपं शुक्लरूपं बाष्पशुक्लरूपं हा हा हा इति शुक्लरूपं किमर्थं बाष्पशुक्लरूपम् इत्युक्ते चक्षुः तैजस इन्द्रियम् इति कृत्वा चक्षौ भास्वरशुक्लरूपमस्ति किन्तु तद्रूपम् अनुद्भूतमस्ति उद्भूतं नास्ति यद्यपि चक्षौ भास्वरशुक्लरूपमस्ति तथापि तद्रूपम् अनुद्भूतमस्ति इति कृत्वा चक्षुषः चक्षुषि दर्शनयोग्यता नास्ति द्रष्टुम् अशक्यः सः इति अस्तु इति किञ्चिदिव समग्रचिन्तनम् अस्माभिः कृतम् इदानीं तत्र पाठं प्रति गच्छामश्चेत् सुलभतया ज्ञातुं शक्यते अस्तु विद्या भगिनी पठति वा पुस्तकात् महोदय तत्र चक्षुः इति यद् वदति चक्षौ तत् इन्द्रियविषयं वदति महोदय गोलकविषयम् न स इदानीं चक्षुः इति इन्द्रियमेव गोलकं नास्ति गोलकं तु नेत्रं नेत्रं महोदय नेत्रमेव गोलकं भवति नेत्रे विद्यमानकृष्णतारा अस्ति किल तत्र चक्षुरिन्द्रियम् अस्ति चक्षुः इति इन्द्रियं महोदय गोलकं भवति शरीरस्य अङ्गं नेत्रमेव गोलकम् आं महोदय हा अस्तु विद्या भगिनी पठति वा प्रतिनिधि कुतः कुतः विद्या वा विजया वा विद्या विद्या भगिनी कुतः कुतः तत्र नवचत्वारिंशततमपुटे नवचत्वारिंशततमपुटे प्रतिनिधि एकनिमिषं महोदय सर्वे नवचत्वारिंशततमपुटं गच्छन्तु तत्र प्रतिनिधिग्राह्याः गुणाः इति अस्ति ततः पठामः तस्मात् पूर्वं शिवराममहोदय भवतः प्रश्नः कः इति वदतु इन्द्रियाणि तु सूक्ष्मतस्य रूपं कथं भवति ज्ञानेन्द्रियाणि तु सूक्ष्म सूक्ष्माणि सन्ति तर्हि तेषां रूपं कथं वर्तते इति प्रश्नः हा भवानेव वदतु तत्र इदानीं वयं किं घ्राणेन्द्रियं स्वीकुर्मः घ्राणेन्द्रियं कीदृशद्रव्यमस्ति शिवराम महोदय गोलकं न इन्द्रियं वा गोलकं गोलकं तु पार्थिव एव इन्द्रियम् इन्द्रियं तु सूक्ष्मम् अस्ति सूक्ष्मं वर्तते इन्द्रियं तु न न अत्र पश्यतु इदानीं तत्र द्रव्यनिरूपणे किं दत्तमस्ति तत्र गन्धवती पृथिवी सा द्विविधा नित्या अनित्या च नित्या परमाणुरूपा अनित्या कार्यरूपा यद् यत् कार्यरूपा अस्ति या कार्यरूपा अस्ति तत् सा पुनः त्रिविधा शरीर इन्द्रियविषयभेदात् इति तत्र इन्द्रियमपि पार्थिवमस्ति यथा घटः यथा घटः यथा पटः यथा मृत्प्राशाणादि मृत्पाषाणादयः तथा ग्राणेन्द्रियमपि पार्थिवद्रव्यमेव इति कृत्वा पार्थिवद्रव्यमस्ति चेत् तत्र परमाणुना एव तस्य उत्पादनम् अपि भवेत् पार्थिवपरमाणुषु रूपम् अस्ति एव इति कृत्वा घ्राणेन्द्रिये अपि प्रापार्थिवद्रव्यं घ्राणेन्द्रियं पार्थिवद्रव्यम् इति कृत्वा घ्राणेन्द्रिये अपि रूपं भवेत् किन्तु उद्भूतरूपं नास्ति आम् उद्भूतरूपं नास्ति अवगच्छति वा उद्भूतरूपं तत्र सूक्ष्मम् इति किमपि नास्ति हा घ्राणेन्द्रियस्य घ्राणेन्द्रियरूपमस्ति अपि च तस्य परिमाणं मध्यमपरिमाणमस्ति इति कृत्वा तत्र रूपमस्ति अपि च मध्यमपरिमाणम् मध्यमपरिमाणमपि अस्ति इत्युक्ते परमाणुपरिमाणभिन्नपरिमाणम् अस्ति तथापि ग्राणेन्द्रियस्य दर्शनं न भवति किमर्थम् इत्युक्ते तस्मिन् विद्यमानरूपम् अनुद्भूतमस्ति प्रकटं नास्ति इत्यतः तस्य दर्शनं न भवति इति अस्तु विद्या भगिनी महोदय महोदय तत्र प्रश्नः अस्ति महोदय मुरळी महोदय वदतु सर्वेषां ज्ञानेन्द्रियाणां द्रष्टुं न शक्यते प्रत्यक्षतया अस्ति वा तस्मात् अनुभूतमेव तत्र अस्ति उद्भूतम् अनुभूतं तयोर्मध्ये हा अनुभूतमेव इदानीम् अहं तस्मिन् विषये किञ्चिदेव चिन्तनं कुर्मः इदानीमेव इदानीं वायु इति स्वीकुर्मः वायव्य इन्द्रियं किम् वायव्य इन्द्रियं स्पर्शं अस्तु इदानीं वायवीय इन्द्रियमस्ति त्वक् त्वचि तत्र त्वचि इत्येव भवेत् त्वचि रूपमस्ति वा त्वक् एव त्वचि सप्तमी विभक्ति आमामां सत्यं किञ्चित् चिन्तयित्वा उक्तवान् तावदेव अस्तु त्वचि रूपमस्ति वा महोदय अस्ति अस्ति त्वक् सर्वशरीरवर्ति अस्ति रूपमस्ति तत् त्यजतु त्वचि रूपमस्ति इति कथं वदति त्वक् कीदृशद्रव्यमस्ति पार्थिवद्रव्यं न त्वक् पार्थिवद्रव्यं वा परमाणु इति परिमाणं भगिनी रूपं नास्ति परमाणुरूपम् इति वदति चेत् तत्र अर्थबोधः एव न जायते वायवीयद्रव्यं मुरळीमहोदय वायवीयद्रव्यमस्ति किल रूपरहितस्पर्शत्वादेव वायुः इदानीं त्वक् इति इन्द्रियं वायवीयद्रव्यमस्ति वायवीयद्रव्यम् अस्ति चेत् तत्र वायौ रूपमस्ति वा रूपं नास्ति रूपरहितस्पर्शवान् वायुः इति एव लक्षितं किल महोदय इत्यतः त्वचि रूपमेव नास्ति त्वचः दर्शनं न भवत्येव किन्तु अत्र तर्कं किम् इत्युक्ते त्वचि रूपमेव नास्ति अतः उद्भूतरूपं वा अनुद्भूतरूपं वा इति चिन्तनमेव न भवति अत्र ऐ एम् आस्किङ्ग् इन् इङ्ग्लिश् त्वक् मीन्स् इट् इस् दिस् इस् द टचिङ्ग् टच् फीलिङ्ग् आर् द स्किन् अत्र पश्यतु स्किन् मीन्स् स्किन् वदामि स्किन् इत्यस्य संस्कृतभाषायां चर्म इति वदामः चर्म चर्म इति कीदृशद्रव्यमस्ति पार्थिवद्रव्यमेव शरीरस्य एकम् अङ्गमस्ति किं चर्म इति शरीरस्य एकम् अङ्गमस्ति तस्मिन् अङ्गे त्वक् इति इन्द्रियमस्ति त्वक् भिन्नमस्ति चर्म भिन्नमस्ति महोदय यथा चक्षुः भिन्नमस्ति नेत्रं भिन्नमस्ति यथा रसनेन्द्रियं भिन्नमस्ति अपि च जिह्वा भिन्नमस्ति यथा गन्धं तत्र घ्राणं भिन्नमस्ति नासिका भिन्नमस्ति तत्र नासिका जिह्वा नेत्रं चर्म इति एतत् सर्वं पार्थिवद्रव्यम् अस्ति कर्मेन्द्रियाणि किन्तु न तत् त्यजतु, इदानीं तत्र भिन्नभिन्न पदम् उपयोगं कुर्मश्चेत् तत्र सर्वेषां क्लेशः भवति. कर्मेन्द्रियमिति एतावत्पर्यन्तम् अस्माभिः न अधीतं किल. आम् आम् भवतु. हा इति कृत्वा तत्र इदानीं तत्र नासिका, जिह्वा, नेत्रम् अपि च चर्म इति एतत् सर्वं स्वीकुर्मश्चेत् अपि च कर्णं तत्र कर्णमस्ति किल, ते सर्वे पार्थिवद्रव्याणि सन्ति. तानि सर्वाणि पार्थिवद्रव्याणि सन्ति. किन्तु प्रत्येकम् अङ्गे एकम् एकम् इन्द्रियम् अस्ति. ग्राणेन्द्रियं नासिकायाम् अस्ति, नासिकायाम् अस्ति, अपि च ग्राणेन्द्रियं पार्थिवद्रव्यमस्ति. पुनः रसनेन्द्रियं जिह्वायाम् अस्ति, किन्तु रसनेन्द्रियं जलीयद्रव्यमस्ति. चक्षुः नेत्रे अस्ति, तथापि चक्षुः तैजस इन्द्रियमस्ति, तैजसमस्ति. अपि च त्वक् त्वक् चर्मे अस्ति, तथापि त्वक् वायवीय इन्द्रियमस्ति, वायवीय क्षम्यता वायवीयद्रव्यमस्ति इति भेदः. अस्तु विजया भगिनी, भवत्याः प्रश्नः आसीत् वा? आं जि, तत्र तेजसः आदित्यलोके प्रसिद्धम्. अनन्तरं तेजस्य विषयः चतुर्विधः अस्ति, भौम, दिव्य, औदार्य, आकरज इति. हा हा भवतु. आं सत्यम् अस्तु जि. अस्तु हा हा इदानीं विद्या भगिनी कृपया. अनन्तरम् अनन्तरं चक्षुः प्रथमविभक्ति एकवचनं, चक्षुषु चक्षुषि सप्तमीविभक्ति एकवचनं, न चक्षौ चक्षुषि इति वा? चक्षुषि प्रथम सप्तमीविभक्ति एकवचनं, चक्षुषि चक्षुषोः चक्षुषु चक्षुषि एव धनुष् वपुष् एतत् अन्य उदाहरणम्. धन्यवादः भगिनि. धन्यवादः. अस्तु अस्तु धन्यवादः. तत्र महोदय चक्षुषि अथवा चक्षुषि वा? चक्षुषि चक्षुषि वा तत्र चक्षुषि इति भगिन्या उक्तं, चक्षुषि चाक्षुषि नास्ति, चक्षुषि चक्षुषि ह्रस्वशकार. अस्तु अस्तु इदानीं पाठं प्रति गच्छामः. हा विद्या भगिनि पठामि वा? अस्तु. प्रतिनियतग्राह्याः गुणाः रूपं, रसः, गन्धः, स्पर्शः, शब्दश्चेति गुणाः प्रतिनियतग्राह्याः इति शास्त्रे व्यवह्रियन्ते. तेषाम् एकैकस्य एकैकम् एव इन्द्रियं ग्राहकं, वक्ष्यमाणप्रत्यक्षात्मकज्ञानजनकम्. अन्ये अपि सुखदुःखादयः ये आत्मविशेषगुणाः तेषां प्रत्यक्षजनकत्वेन मनः इति अतिरिक्तम् इन्द्रियम् अनुमीयते. तावद्वा? अस्तु. अत्र विषयः अस्ति प्रतिनियतग्राह्याः गुणाः इति. अत्र रूपं, रसः, गन्धः, स्पर्शः, शब्दः इत्यादयः गुणाः इति वयं जानीमः. अत्र चतुर्विंशतिगुणाः सन्ति, तेषु एते गुणाः अन्यतमाः. एते गुणाः प्रतिनियतग्राह्याः इति शास्त्रे तेषां नामकरणम् अस्ति. प्रतिनियतग्राह्याः इत्युक्ते किम् इति चेत् अत्र तेषाम् एकैकस्य एकैकमेव इन्द्रियं ग्राहकम् इत्युक्ते अत्र ग्राणेन्द्रियं केवलं गन्धस्य ग्राहकं, रसनेन्द्रियं केवलं रसनस्य ग्राहकं, चक्षुः चक्षुरिन्द्रियं केवलं रूपस्य ग्राहकम् इति कृत्वा प्रत्येकम् इन्द्रियम् एकैकं गुणम् एव ग्रहीतुं शक्नोति. अनन्तरम् अग्रे अग्रे वक्ष्यमाण प्रत्यक्षात्मक ज्ञानजनकं क्षम्यता भगिनि, तत्र प्रत्येकम् इन्द्रियम् एकैकस्य गुणस्य एव ग्रहणं कर्तुं शक्यते इति न, तत्र विपरीतरीत्या वक्तव्यं। रूपं चक्षुषा एव गृह्यते, किन्तु चक्षुषा केवलं रूपं गृह्यते इति न किल, चक्षुषा संख्या अपि ग्रहीतुं शक्यते, परिमाणमपि ग्रहीतुं शक्यते इत्युक्ते रूपं रूपं रूपम् इति गुण इति गुणः केवलं चक्षुरिन्द्रियेण गृह्यते, केवलं चक्षुरिन्द्रियेण गृह्यते, सत्यं। रसः इति रसनम् इति इन्द्रिय रसनम् इति गुणः केवलं रसनेन्द्रियेण ग्रहीतुं शक्यते, हा, अपि च गन्धः इति घ्राणेन्द्रियेण ग्रहीतुं शक्यते, अस्तु, तदर्थमेव एकैकस्य एकैकम् एव इन्द्रियं ग्राहकं, हा, ग्राहकम् इति अस्ति, हा, अस्तु, सत्यम्। इदानीम् इन्द्रियम् इति ग्राहकमस्ति, तत्र गुणः ग्राह्यं भवति, इन्द्रियेण ग्राह्यं भवति, अस्तु, अपि च अत्र वक्ष्यमाणप्रत्यक्षात्मकज्ञानजनकम्, अग्रे प्रत्यक्षं नाम ज्ञानम् अस्ति, एकविधज्ञानं, तस्य ज्ञानजनकं तस्य जनकम् अपि अत्र ज्ञानादि ज्ञानादि आत्मगुणाः तेषामपि प्रतिनियतग्राह्यगुणाः इति नामकरणमस्ति। अन्ये अपि सुखदुःखादयः ये आत्मविशेषगुणाः तेषां प्रत्यक्षजनकत्वेन मनः इति अतिरिक्तम् इन्द्रियम् अनुमीयते। आत्मगुणाः इति वयं जानीमः, सुखदुःखं ज्ञानम् इति, एकक्षणम्, अत्र सुखदुःखम् इच्छाद्वेषः प्रयत्नः धर्माधर्मौ धर्माधर्मसंस्काराः इति आत्मविशेषगुणाः, सुखदुःख इच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराः एते आत्मविशेषगुणाः, तेषां प्रत्यक्षजनकत्वं मनसा तेषां प्रत्यक्षं भवति इति कृत्वा मनः अपि अतिरिक्त इन्द्रियम् इति अनुमीयते। यतोहि वयं सुखं दुःखम् इत्यादयम् अनुभवितुं शक्नुमः, अतः अत्र मनः इति अतिरिक्तम् इन्द्रियम् इति अपि आहत्य अत्र षडिन्द्रियाणि प्रतिनियत षडिन्द्रियाणि सन्ति, सत्यं, प्रत्येकं गुणस्य ग्राहकं एकम् इन्द्रियम्। समीचीनम्। अपि च पञ्च बाह्येन्द्रियाणि, मनः इति अन्तरिन्द्रियाणि, अन्तरिन्द्रियम् अस्ति, अपि च चक्षुषा रूपं केवलं चक्षुषा ग्रहीतुं शक्यते, रसः केवलं रसनेन्द्रियेण, गन्धः घ्राणेन्द्रियेण, स्पर्शः त्वगिन्द्रियेण, शब्दः श्रोत्रेन्द्रियेण ग्रहीतुं शक्यते, अपि च षड् ज्ञानादि आत्मगुणाः केवलं मनसा ग्रहीतुं शक्यते इति अस्ति। कस्यापि प्रश्नः आसीत् वा? प्रतिनियत इत्युक्ते किं जि? प्रतिनियतग्राह्याः गुणाः, प्रतिनियतग्राह्यः इत्युक्ते यत् इदानीमेव यत् मया उक्तं, तत्र रूपम् इति गुणः केवलं चक्षुषा ग्रहीतुं शक्यते, रूपस्य ग्रहणम् अन्य इन्द्रियैः न भवत्येव किल, अनन्तरम् अतिरिक्तम् इत्युक्ते किमिति? अतिरिक्तम् इत्युक्ते अधिकम् इति, अतिरिक्तम् इन्द्रियम् इत्युक्ते इतोपि पञ्च इन्द्रियाणि अस्माभिः इन् एडिशन् इति खलु, इन् एडिशन् अधिकम् इति, अस्तु जि, इन् अडिशन् टु दट् ओके. अस्तु इदानीं महोदय महोदय सरला अस्मि. षड् ज्ञान आद्य गुण मनसि प्रत्यक्षं भवति. ते सन्ति ज्ञान सुख दुःख इच्छा द्वेष प्रयत्न. धर्म अधर्म तस्य प्रत्यक्षं न भवति. धर्म अधर्म गुरुत्वं संस्कार एतत् महोदय उक्तवान्. सत्यं सत्यं सत्यम्. आं धन्यवादः भगिनि. आं तत्र षड् गुणाः तत्र यदा कोष्टके आगच्छामः तदा मया अहं वदामि इति चिन्तितवान्. धन्यवादः भगिनि. सत्यं तत्र षड् ज्ञानादि आत्मगुणाः ज्ञानम् आरभ्य इत्युक्ते ज्ञानम् इच्छा अन्यत् किम् उक्तवती भगिनि? सप्तम ज्ञान ज्ञान सुख दुःख इच्छा द्वेष प्रयत्न. हा इति ज्ञान सुख दुःख इच्छा धर्म धर्म धर्म अधर्म तस्य न भवति. न न न विजया भगिनी एकनिमिषं विजया भगिनी एकनिमिषं सरला भगिनी वदतु प्रथमं. ज्ञान सुख दुःख इच्छा द्वेष प्रयत्न. प्रयत्न आम. सप्तम ज्ञान सुख दुःख इच्छा द्वेष प्रयत्नम् इति षड् गुणाः मनसा गृह्यन्ते अपि च केवलं मनसा एव गृह्यन्ते. इत्युक्ते धर्म अधर्म संस्कारः एतेषां प्रत्यक्षं न भवति. मनसा प्रत्यक्षं न भवति. न भवति सत्यं. मनसा अपि च बाह्येन्द्रियाणापि इत्युक्ते तेषां प्रत्यक्षं न भवति एव. हा इति अस्ति. अस्तु तत्र प्रतिनिधिग्राह्याः इत्युक्ते एकैकस्य एकैकमेव इन्द्रियं ग्राहकं भवति तदेव प्रतिनिधिग्राह्याः गुणाः इति. रूपस्य ग्रहणं केवलं चक्षुषा एव भवति न अन्यैः इन्द्रियैः इति. परन्तु एतावता वयं दृष्टवन्तः अत्र महोदय अत्र एतावता वयं दृष्टवन्तः प्रत्यक्षयोग्याः यस्मिन् रूपम् अस्ति यस्मिन् परमाणु परिमाणम् अतिरिक्तपरिमाणम् अस्ति इति सर्वं दृष्टवन्तः. परन्तु अत्र सुखदुःखादयः तेषां प्रत्यक्षं भवति आत्मनः इति अस्ति. तत् तर्हि अत्र अत्र तादृशनियमः नास्ति. रूपमपि नास्ति अत्र तत्र तादृशनियमः तत्र केवलं बाह्यविषये एव यस्मिन् उद्भूतरूपम् अस्ति अपि च परमाणुपरिमाणभिन्नपरिमाणम् इति निकषाद्वयं केवलं बाह्यविषये एव न तु आन्तरविषये. तर्हि अत्र विद्याधर्यां ज्ञानादि आत्मगुणाः इति एव दत्तमस्ति. परन्तु तत्र ज्ञानादि आत्मगुणाः तेषां प्रत्यक्षं भवति इति अत्र दत्तमस्ति. परन्तु पृथक्तया न दत्तम्. अत्र धर्माधर्मौ संस्कारः इत्येषां प्रत्यक्षं न भवति इति अत्र न दत्तं खलु. अत्र न दत्तं किन्तु षड् इति सीमितं किल. ज्ञानादि आत्मगुणाः षड् ज्ञानादि इति आदिपदेन ज्ञानम् आरभ्य षड् गुणाः ते सर्वे आत्मगुणाः तेषां प्रत्यक्षं मनसा भवति इति. षड् आत्मगुणाः इत्युक्ते अत्र एकक्षणं कस्मिन् पुटे अस्ति तत्र सप्तम सप्तमपुटे वा? हा अत्र सुख दुःख इच्छा द्वेष प्रयत्नः अस्तु षड् षड् गुणाः. हा अस्तु समीचीनं. अतः एव तत्र क्रमस्य वैशिष्ट्यमस्ति. इदानीं तत्र पार्थिव पृथिव्यादिचतुष्टयम् इति ते वदन्ति चेत् तत्र पृथिवी अप् तेज वायु इति तावदेव स्वीकर्तव्यं भवति. एवमेव ज्ञानादि षड् आत्मगुणाः इति ज्ञानादि षड् गुणाः इति. समीचीनं महोदय, धन्यवादः. अस्तु, भवती एव अग्रिमपरिच्छेदमपि पठति वा? तत्र किञ्चिदिव व्याकरणविषयमपि अस्ति चितः. अस्तु, तथा च पूर्वोक्तगुणानाम् अत्र कोष्टकं न पठनीयं न, दृष्टवन्तः खलु कोष्टकम्? अहं पठितवान्, किञ्चित् भवती पठतु एकवारम्. प्रतिनियतग्राह्याः गुणाः तद्ग्राहकाणि इन्द्रियाणि, रूपं चक्षुः, रसः रसनं, गन्धः घ्राणं, स्पर्शः त्वक्, शब्दः श्रोत्रं, षड् ज्ञानादि आत्मगुणाः मनः. तथा च पूर्वोक्तानां गुणानां ग्राहकाणि क्रमेण चक्षु रसन ग्राणत्वक् श्रोत्राणि मनश्च षष्टम् इति आहत्य षडिन्द्रियाणि. आदिमानि पञ्च बहिरिन्द्रियाणि बहिर्भूतान् घटादीन् प्रकाशयन्ति. आभ्यन्तरं भवति मनः, आत्मानं तद्गतगुणान् च प्रकाशयति. तर्हि अत्र पूर्वोक्तानां गुणानां ग्राहकाणि वयं दृष्टवन्तः, प्रतिनियतग्राह्याः, प्रत्येकं गुणस्य एकः ग्राहकः इति चक्षुरसनग्राण त्वक् श्रोत्राणि इति बहिरिन्द्रियाणि, मनः इति आभ्यन्तर इन्द्रियम् आहत्य षड् इन्द्रियाणि. आदिमानि पञ्च बहिरिन्द्रियाणि बहिर्भूतान् इत्युक्ते बहिः घटादीन् यस्मिन् प्रत्यक्षयोग्याः प्रत्यक्षयोग्यद्रव्याणि तेषां ग्रहणं भवति, घटादीन् प्रकाशयन्ति. आभ्यन्तरम् इत्युक्ते आभ्यन्तर इन्द्रियम् इत्युक्ते शरीरस्य अन्ते इति खलु, शरीरस्य अन्ते मनः आत्मनः, मनः इति इन्द्रियम् आत्मगुणान् षड् आत्मगुणान् प्रकाशयति इति अस्ति. केवलम् आत्मगुणान् इति नास्ति, तत्र पश्यतु मनः आत्मानं तद्गतगुणान् च प्रकाशयति. आत्मानम् इत्युक्ते आत्मनः अपि प्रत्यक्षं भवति वा? आम्, मनसा आत्मनः अपि प्रत्यक्षं भवति इति नैयायिकानां मतमस्ति. वेदान्ते तथा नास्ति खलु? आमाम्, अस्तु. तत्र सेल्फ् रियलैसेशन् इत्युक्ते आत्मा प्रत्यक्षं कर्तुं शक्यते किल? हा, किन्तु तत्र इदानीं तत्र न चिन्तनं कुर्मः. क्षम्यतामः, अत्र नैयायिकानां मतानुसारम् आत्मा इति द्रव्यमस्ति किल, नवद्रव्येषु अन्यतमः. आत्मा इति द्रव्यम्, आत्मनः साक्षात्कारम्, आत्मनः साक्षात्कारम् इत्युक्ते प्रत्यक्षं मनसा भवितुम् अर्हति. अपि च तद्गतगुणान्, षड्गुणान् अस्ति किल, ज्ञान इच्छा सुखदुःख इति, इदानीमेव ज्ञानसुखदुःख इच्छा द्वेषप्रयत्नम् इति षड्गुणान् अपि च आत्मा, एतत् सर्वं मनसा गृह्यते इति नैयायिकानां मतम् अस्ति. महोदय, अपि च चक्षुषा त्वचि अपि सङ्ख्यागुण अपि क्रियते. सत्यं, तदेव मया उक्तं तत्र पूर्वं, रूपं केवलं चक्षुषा गृह्यते इति सत्यं, किन्तु चक्षुषा केवलं रूपमेव ग्रहीतुं शक्यते इति चेत् तद्दोषाय. किमर्थम् इत्युक्ते चक्षुषा परिमाणमपि ग्रहीतुं शक्यते, सङ्ख्या अपि ग्रहीतुं शक्यते इति, बहुविधगुणाः चक्षुषा ग्रहीतुं शक्यते. तदेव किल? महोदय, अत्र प्रतिनियतग्राह्यगुणाः इति एव विषयः अस्ति. तर्हि आत्मानम् अपि मनः गृह्यते इति चेत् आत्मा तु गुणः नास्ति, द्रव्यमस्ति खलु. तर्हि अत्र किमर्थम् आत्मानमपि मनः गृह्यते इति अत्र दत्तमस्ति? अत्र विषयः तु प्रतिनियतग्राह्यगुणाः एव. सत्यं सत्यं किन्तु अस्माकं बोधः तत्रापि भवतु इति यदुक्तं तत् सत्यमेव आत्मा तु मनसा गृह्यते अपि च तद्गतगुणान् इति अस्ति इतोपि तत्र इदानीमेव तत्र इतोपि किञ्चित् चिन्तनं भवति तस्मात् पूर्वम् अत्र किञ्चिदिव व्याकरणविषयमस्ति अत्र विद्याभगिनी भवती एव अत्र चक्षुरसनग्राण्यत्वक्श्रोत्राणि इति अस्ति किल तत्र चक्षुः इति दीर्घे अस्ति तत्र सन्धिकार्याणि भवन्ति चक्षुस् इति प्रातिपदिकं चक्षुस् योगः अत्र रसनम् इति अस्ति तर्हि अत्र सन्धिकार्याणि वदामि वा सकारः चक्षुस् इति प्रातिपदिकम् अस्ति तत्र सकारस्य तत्र चक्षुस् इति हलन्तप्रातिपदिकम् अनन्तरं सु इति प्रत्ययः तत्र सु इति प्रत्ययस्य लोपः भवति हल्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन इदानीं चक्षुस् इति प्रातिपदिकं पदम् अस्ति सुप्तिङ्गन्तं पदं तर्हि पदान्तसकारस्य स्थाने ससजिषोरुः इत्यनेन रु इति आदेशः भवति अनन्तरं तत्र चक्षुरु अनन्तरं तत्र रसन इति अस्ति हा अत्र तु रोरि इत्यनेन तत्र रेपस्य लोपः भवति पूर्वं रेपः परे अस्ति चेत् पूर्वं स्थितस्य रेपस्य लोपः भवति चक्षुयोगः रस तर्हि अत्र यत्र रोरि अस्ति तत्र ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन पूर्वं स्थितस्य अण्वर्णस्य दीर्घत्वम् इति कृत्वा उकारस्य दीर्घत्वं तर्हि चक्षु इति आगच्छति चक्षु रसन ग्राणत्वः समीचीनं भगिनि तदेव अत्र इदानीं तत्र सामान्य येषां व्याकरणज्ञानं नास्ति ते कथं चिन्तयन्ति चक्षु इति कुतः ध्वनिः आगच्छति अस्तु चक्षु इति द्विवचनम् इति ते चिन्तयितुं शक्यते तन्नास्ति इति बोधनार्थं यत् मया पृष्टं चक्षु इति द्विवचनं नास्ति यद्यपि अस्माकं नेत्रद्वयमस्ति प्रत्येकं नेत्रे चक्षुः अस्ति तथापि अत्र चक्षु इत्यनेन द्विवचनं न उक्तं तत्र सन्धिकार्यम् अस्ति इत्यतः तत्र चक्षु इति विद्यते अपि इति एकं तत्र टिप्पणी अपि अस्ति किल तदपि पठतु भगिनि एकवारं परन्तु चक्षुः इति प्रथमविभक्तौ एकवचने अस्ति चेत् तत्र चक्षु इति द्विवचने नास्ति खलु चक्षुषि अत्र प्रथमं समासः अस्ति अनन्तरं सन्ति हा तत्तु सत्यं परन्तु तत्र चक्षु इति अस्ति चेत् द्विवचने अस्ति इति कथं ज्ञातुं शक्नुमः अत्र चक्षु न भवितुमर्हति चक्षुषी इति एव भवति चक्षुषी इत्येव भवेत् किन्तु येषां तत्र चक्षुः इति उकारान्तपुल्लिङ्गः इति ये चिन्तयन्ति तत्र चक्षुः इति ते चिन्तयितुं शक्यते यथा गुरुः गुरु इति तादृशभ्रमः भवितुमर्हति इति कृत्वा प्रायः मुद्रणदोषः तत्र खलु इदानीमेव चक्षुश्च रसनं च चक्षुस् अनन्तरं यथा विद्याभगिनी उक्तवती न तत्पद्धत्या समासः भवति चक्षु इति सन्धि भवति प्रथमं समासः अस्ति चक्षुश्च रसनं च अनन्तरं चक्षुस् इति प्रातिपादिकम् अनन्तरं यथा भगिनी उक्तवती तत् सः प्रक्रिया डर्लोपपूर्वस्य तिरुगोण इति सर्वा प्रक्रिया इति तत्र चक्षुरसनग्राणत्वक्श्रोत्राणि इति इदानीं तत्र टिप्पणी अस्ति किल सर्वत्र प्राणि अङ्गत्वात् एकत्वभावः प्राप्तः परन्तु एकवद् भावः प्राप्तः, परन्तु ग्राणभिन्नानां संयुक्तद्रव्यत्वात् अवयवत्वाभावः ग्राणरसनचक्षुस्त्वक् श्रोत्राणि इन्द्रियाणि भूतेभ्यः इति न्यायसूत्राद् उन्नीतः सौकर्याय आवृतः. तत्र किमस्ति इति अवगच्छति वा? इत्युक्ते अत्र सामान्यतया अत्र यत्र प्राणी अङ्गत्वात् यत्र अवयव अवयवी भावः अस्ति तत्र समाहारद्वन्द्वः एव भवति. उदाहरणं वदतु समाहारद्वन्द्वस्य. पाणि च पादौ च एतेषां समाहारः पाणिपादम् इति भवति. तत्र किं वाद्यमपि आगच्छति खलु? वाद्यमपि समाहारद्वन्द्वे एतदपि आगच्छति. प्राणिनामपि पाणिपादौ इति आगच्छति. अनन्तरं वाद्यमपि वाद्यम् अहं न दृष्टवती, अहं न जानामि. वाद्यं न भवति भगिनि, विजया भगिनि. तत्र समाहारद्वन्द्वे केवलं द्वयस्य अर्हता अस्ति. एकं तु अवयव अवयवीभावः भवेत्, क्षम्यताम् अवयवाः भवेत्, नो चेत् तत्र नित्यविरोधः भवेत्. अहिनकुलम् इति अहिः इति सर्पः, नकुलं ययोः मध्ये नित्यविरोधः अस्ति. नो चेत् यौ अवयवौ अनयोः मध्ये एव समाहारद्वन्द्वः भवितुमर्हति. समाहारद्वन्द्वः कुर्मश्चेत् तत्र नपुंसकलिङ्गे एकवचने भवति समस्तपदम्. किन्तु अत्र पश्यतु, चक्षुः रसन ग्राण त्वक् श्रोत्राणि इति बहुवचने दत्तम्. अत्र समाहारद्वन्द्वः न कृतम्. किमर्थमिति अवगच्छति वा विद्या भगिनी? नपुंसकलिङ्गे नास्ति, नपुंसकलिङ्ग एकवचने नास्ति. समाहारः अस्ति चेत् नपुंसकलिङ्गे एकवचने भवति. सत्यं, किन्तु अत्र बहुवचने दत्तम्, अतः समाहारद्वन्द्वः न कृतम्. किमर्थं समाहारद्वन्द्वः न कृतम् इति अवगच्छति वा इति? समाहार परन्तु अत्र परन्तु ग्राणभिन्नानां संयुक्तद्रव्यत्वात् अवयत्व अभावः अवयत्वाभावः ग्राणरसनचक्षुत्व श्रोत्रेन्द्रियाणां किमस्ति अत्र? अत्र पश्यतु, इदानीं इन्द्रियाणि अवयवः नास्ति, किन्तु तेषां शक्तिः अस्ति. अथवा शरीरस्य अवयवः नास्ति इन्द्रियाणि. इन्द्रियं इन्द्रियाणि स्वरूपमहोदयेन तत्र समाहारद्वन्द्वम् इति उक्तं. तत्र अवयव अवयवत्व अभावः इत्युक्ते तत्र विकल्पः नास्ति. अनन्तरं सः उक्तवान् समाहारद्वन्द्वः इति स्वरूपमहोदयेन उक्तम् एतद् विषये. न भगिनि, तस्मिन् विषये मया लेखितं तत्र. अत्र समाहारद्वन्द्वः नास्ति, तस्मिन् विषये एव अहं वदन् अस्मि. अत्र पश्यतु, चक्षुः रसनं एकनिमिषं भगिनि, किञ्चित् शृणोतु कृपया. चक्षुः रसनं घ्राणं त्वक् श्रोत्रम् इति द्रव्याणि सन्ति. तेषां स्थानम् अङ्गाः सन्ति. तत्र घ्राणेन्द्रियं नासिकायां वर्तते, त्वगिन्द्रियं तु चर्मे वर्तते इति. यस्मिन् इन्द्रियाणि वर्तन्ते ते प्राणि. कुतः ध्वनिः आगच्छति? एकनिमिषम्. तत्र इन्द्रियाणि साक्षात् द्रव्याणि इति कृत्वा, तत्र यथा घटः पटः इति तादृशं तत्र घटः पटयोः घटपटयोः मध्ये वयं समाहारद्वन्द्वं न कर्तुं शक्यते किल तेषां ते सर्वे तानि सर्वाणि द्रव्याणि इति कृत्वा तत्र तयोः मध्ये एतादृशसमाहारद्वन्द्वं न कर्तुं ते अङ्गम् इति न वक्तुं शक्यते अङ्गं किम् इति चेत् जिह्वा अङ्गं भवति नासिका अङ्गं भवति चर्म अङ्गं भवति नेत्रम् अङ्गं भवति कर्णम् अङ्गं भवति न तु तेषु विद्यमान इन्द्रियम् इति कृत्वा अत्र समाहारद्वन्द्वः न कृतः अवगच्छति वा अवगच्छामि इत्युक्ते अत्र वयं सामान्यतया चक्षुरसनमिति अवयम् अवयवः इति चिन्तयामः परन्तु अवयवः नास्ति इन्द्रियाणि शरीरस्य अवयवः अवयवाः न सन्ति न सन्ति केवलं तत्र गोलकमेव अवयवानि भवन्ति गोलकानि एव अवयवानि भवन्ति न तु इन्द्रियम् इति कृत्वा अत्र समाहारद्वन्द्वः न कृतः विजया भगिनी इदानीं तादृशं भवती लिखितवती चेत् पुनः शृणोतु महोदयेन तादृशं अस्तु अहं शृणोमि एव अत्र पश्यतु परन्तु ग्राणभिन्नानां संयुक्तद्रव्यत्वात् अवयवत्व अभावः इति अस्ति अवयत्व अभावः केवलं ग्राणेन्द्रियम् एव पार्थिवद्रव्यम् अस्ति अतः ग्राणेन्द्रियस्य एव अवयवत्वं वक्तुं शक्यते इदानीं तत् रसनेन्द्रियं स्वीकुर्मश्चेत् रसनेन्द्रियं तु जलीयमस्ति जलीयद्रव्यमस्ति जलीयद्रव्यं तु कथं वा शरीरम् इति पार्थिवद्रव्यमस्ति इति कृत्वा कथं वा जलीयद्रव्यं पार्थिवद्रव्यस्य अङ्गं भवितुमर्हति न भवति एवमेव चक्षुः इति तैजसद्रव्यमस्ति इति कृत्वा चक्षुः शरीरस्य अङ्गं शरीरं तु पार्थिवद्रव्यम् इति कृत्वा शरीरस्य अङ्गं न भवितुमर्हति इति कृत्वा केवलं ग्राणेन्द्रियम् एव अङ्गम् इति वक्तुं शक्यते ग्राणेन्द्रियम् इन्द्रियमपि अपि च शरीरस्य अङ्गं किमर्थम् इत्युक्ते ग्राणेन्द्रियं पार्थिवम् इत्यतः केवलं ग्राणेन्द्रियमेव अवयवम् इति स्वीकर्तुं शक्यते अन्येषाम् अवयवत्वं नास्ति अन्येषु अवयवत्वं नास्ति इति कृत्वा अत्र समाहारद्वन्द्वः न कृतः केवलं द्वमसः एव कृतः अवगच्छति वा आं महोदय स्पष्टमस्ति हा अस्तु इदानीं तत्र इतोपि अस्मिन् सन्दर्भे स्मः इति कृत्वा इदानीं ग्राणेन्द्रियम् अपि च एकनिमिषम् अस्तु तत्र अग्रे गत्वा एतदपि एतदेव आगच्छति इति कृत्वा शिवराममहोदय भवान् पठति वा अत्र प्रश्नः एकः प्रश्नः अत्र अधोभागे ग्राणरसनचक्षुत्वश्रोत्राणि इन्द्रियाणि इति भिन्नरीत्या अत्र समस्तपदं कृतमस्ति परन्तु अत्र तु चक्षुरसनग्राणत्वश्रोत्राणि अत्र तस्मिन् विषये किम् उक्तम् महोदयेन किमपि न उक्तं तत्र एवमेव परिवर्तितम् इति अहं चिन्तयामि प्रायः तत्र इतोपि व्याकरणे किञ्चिदिव अभ्यासः भवेत् इति अत्र वैशिष्ट्यं किमपि नास्ति इति मम चिन्तनं ग्राणरसनचक्षुस्त्वक्श्रोत्र इन्द्रियाणि इति वदामश्चेत् ग्राणं च रसनश्च चक्षुश्च त्वक्च श्रोत्रं च अनयोः इतरेतर द्वन्द्वः ग्राणरसनचक्षुस् त्वक् श्रोत्र इति भवति ओ इदानीं इतोपि चिन्तयामि केवलं सौकर्यार्थम् आवृतः सौकर्यायम् इति नास्ति सत्यं सौकर्याय इति दत्तमस्ति परन्तु अत्र ग्राण इति अकारान्तपदं रसन इति अकारान्तपदं यत्र द्वन्द्वसमासः अस्ति, अकारान्तपदानि प्रथमम् आगच्छन्ति, अनन्तरम् उकारान्त. इति तादृशनियमाः सन्ति तत्र, पञ्चनियमाः सन्ति. एकाधिकम् अच् वर्णः अस्ति चेत् तादृशचिन्तनमपि अस्ति. किन्तु तादृशं तस्य तेन कारणेन एतादृशं परिवर्तितम् इति चेत् तत्र यत् न्यायसूत्रे उक्तं तद् दोषाय भवति किल. किन्तु उपरि यदि अस्ति न चक्षुरसनग्राण त्रयो त्रीणि इन्द्रियाणि त्रयो रूपम् अस्ति, किन्तु उद्भजरूपं नास्ति, श्लोकश्रोत्राणि इन्द्रियाणि रूपमपि नास्ति, अतः एतत् क्रमः अस्ति तत्र उपरि. अत्र अत्र व्याकरणविषये विषये बहु किमपि चिन्तितं, परन्तु अत्र चक्षुरसन घ्राण त्वक् इति तथा योजितं, परन्तु अत्र अधोभागे घ्राणरसनचक्षु त्वक् श्रोत्राणि, तर्हि अत्र किमपि किमर्थम् अत्र तादृशपरिवर्तनं कृतं? यथा भगिनी वदति अत्र चक्षु रसनघ्राण रूपस्य प्रत्यक्षं भवति इति कृत्वा, अनन्तरं श्रोत्राणि तत्र यथा मूल्ये दत्तं तादृशं दत्ता दत्तमस्ति चेदपि तत्र तादृश अर्थः स्वीकर्तुं शक्यते. घ्राण सत्यम् इति वदामश्चेत्, अपि च घ्राणरसनचक्षु इति वदति चेदेव अत्र अस्माकं प्रथम क्रममस्ति किल, पृथिवी अप् तेज इति तादृशक्रमे क्रमेण भवति तत्. प्रायः अहं चिन्तयामि तत्र चक्षुरसनघ्राणम् इति अत्र किञ्चिदिव व्याकरणविषये बोधः भवतु इति चिन्तयित्वा सः उक्तवान् इति अहं चिन्तयामि. अस्तु अस्तु, नो चेत् तत्र रोरि इति सर्वं एतस्य चिन्तनं न भवति किल. अस्तु, अपि च तत्र एवमेव पश्यामश्चेत् तत्र महोदयस्य वर्गे उक्तं कोऽपि तत्र चक्षु इति किम् इति महोदयेन पृष्टं, कोऽपि उक्तं चक्षु इति द्विवचनम् इति, तस्य वचनं किम् इति द्विवचनम् इति उक्तम्. तादृशचिन्तनं भवतु इति प्रायः एतादृशं कृतम् इति अहं चिन्तयामि. अस्तु, बालिकानाम् अधिकं बोधाय. सत्यं सत्यं सत्यम्. अस्तु, इदानीं निमिषद्वयमेव अस्ति, बृहत् परिच्छेदः अस्ति इति प्रायः अग्रिमवर्गे अस्मिन् विषये अस्मिन् वर्गे यावत् अधीतम् अत्र कस्यापि सन्देहः वर्तन्ते वा? नास्ति. किमिति भगिनि? बहु स्पष्टम् अस्ति, भवान् कृतवान् अवगतं. धन्यवादः महोदय. समीचीनं समीचीनं, स्पष्टमस्ति. अस्तु अस्तु अस्तु, तर्हि अत्र स्थगयामः, अग्रिमवर्गे मिलामः. अस्तु, सर्वेषां धन्यवादः. नमस्कारः. धन्यवादः.